ॐ पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मनमाहुतं मन्ये वन्दे संस्कृतमातरम् ॐ शान्ति शान्ति शान्तिः। धन्यवादः भगिनि। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तुमुन् प्रत्यय इति। एतत् कर्तुम् इच्छामः, एतत् एषा कर्तुं शक्नोति इति तत्र रूपं भवति। तुमुन् इति वदामः, तत्र धातु स्वीकृत्य तुमुन् प्रत्यय योजयित्वा एतद् रूपं भवति इति कृत्वा तुमुन् रूपम् इति। तत्र गतवर्गे तत्र रूपाणि दृष्टवन्तः। अद्य तस्य प्रयोगः अपि अभ्यासः इति अस्माकं मूलविषयः भवति। तत्र करपत्रम् आसीत्, तत्र ईमेल् मध्ये स्थापितम् आसीत् एकं करपत्रं, वि विल् यूस् दिस् फैल् इति। तद् पठित्वा अग्रे गच्छामः। तत्र अस्तु, नरेश् महोदय, नमस्कारः महोदय। नमस्कारः महोदय। हा अस्तु, सर्वेषां पार्श्वे करपत्रम् अस्ति खलु, तत्र ईमेल् द्वारा प्रेषितं करपत्रम्? अस्तु अस्तु अस्तु, तर्हि तत्र शोभा भगिनी आरम्भं करोति वा तत्र? आं महोदय, करोमि। तत्र अभ्यासः 163 खलु महोदय? हा, किन्तु एकवारं तत्र प्रथमपुटमपि एकवारं पठतु भगिनी। अस्तु, हा तत्र तुमुन् प्रयोगः इति अस्ति खलु तत्? आं महोदय, तत्र ध्यान अस्तु तुमुन् प्रयोगः। वत्सः क्षीरं पातुम् इच्छति, तत्र वत्सः इत्युक्ते क्याल्सिटि। चोरः धावितुम् इच्छति, गोपालकः दुग्धं दातुं गच्छति, छात्रः पठितुं विद्यालयं गच्छति, अहं नर्तितुं शक्नोमि, अहम् एतानि खादितुं शक्नोमि इति अस्तु। अतः तत्र एतानि चित्राणि दृष्ट्वा वयम् अवगन्तुं शक्नुमः तुमुन् प्रयोगः कुत्र कुत्र भवति इति। तत्र इच्छति, पातुम् इच्छति, क्षीरं पातुम् इच्छति, वत्सः इच्छति, किम् इच्छति? क्षीरम् इच्छति, किन्तु केवलं क्षीरम् इति न, क्षीरं पातुम् इच्छति। तत्र चोरः धावितुम् इच्छति, तापि तत्र दुग्धं धातुं गच्छति। किमर्थं गच्छति? दुग्धं धातुं गच्छति। अत्र किमर्थम् इति तस्मिन् उत्तरे अपि तुमुन् रूपम् आयाति इति तत्र अवगन्तुं शक्नुमः। अपि तत्र शक्नोमि, किं कर्तुं शक्नोमि, नर्तितुं शक्नोमि वा अथवा एतानि खादितुं शक्नोमि वा, किन्तु तत्र तुमुन् रूपं भवति इति। अतः एतादृशानि एतादृशाः प्रयोगाः भवन्ति। अग्रे तस्मिन्नेव विषये तत्र अभ्यासः अस्ति। इदानीं तत्र 163 इति अभ्यासः यः अस्ति, तम् अभ्यासम् आरम्भं कुर्मः। तत्र शुभदा भगिनी अग्रे 163 आरम्भं करोति वा भगिनि? ओ, नाट् इन् द सेम् करपत्रं वा? न न, तत्र एव अग्रिमे पुटे, अग्रिमे पुटे, हा अभ्यासः 163, ओके। इच्छतेः प्रयोगो प्रयोगे तुमन् तुमुन् इच्छतेः प्रयोगे तुमुन् मञ्जुषातः उचितं पदं योजयित्वा उदाहरणानुगुणं वाक्यानि पुनः लिखन्तु। उदाहरणार्थं सः पठनम् इच्छति, सः पठितुम् इच्छति, सः गानम् इच्छति, सः गातुम् इच्छति। तत्र पठनम् इति कर्मपदमासीत्, तत्र पट् धातोः अन्यत् रूपम् अस्ति पठनम् इति, किन्तु इदानीं तत्र पट् धातोः नूतनरूपं तुमन् रूपं साधारणरूपम् अस्ति पठितुम् इति, पठितुम् इच्छति इति। सः लेखनम् इच्छति, सः लेखितुम् इच्छति, अस्तु अग्रे अपि करोति एकं, सः कथनम् इच्छति, सः कथितुम् इच्छति, तत्र कथयितुं कथयितुं कथयितुं कथयितुम् इच्छति, तत्र कथनम् इच्छति, कथयितुम् इच्छति। अस्तु अग्रे गीताञ्जलि भगिनि। आं महोदय, सः गमनम् इच्छति, सः गन्तुम् इच्छति, सः गन्तुम् इच्छति, सः पानम् इच्छति, सः पातुम् इच्छति, सः पातुम् इच्छति। तत्र यदि सः इति स्थाने तत्र सा आसीत् चेत् किं भवति, रूपभेदनं रूपपरिवर्तनं भवति वा? न महोदय, सा पातुम् इच्छति, सा पातुम् इच्छति। इदानीं तत्र सा स्थाने ताः इति ताः अस्ति चेत् किं भवति, ताः पातुम् इच्छति, पातुं तु अव्ययपदमस्ति, पदमस्ति, ताः पातुम् इच्छन्ति इति, इच्छन्ति तत्र भेद परिवर्तनं भवति, किन्तु पातुं रूपं समानमेव भवति। समीचीनं भगिनि, अस्तु। अतः अपि अहम् इति अस्ति चेत् तत्र किं भवति, अहं पातुम् इच्छामि, अहं पातुम् इच्छामि, त्वम् अस्ति चेत् त्वं पातुम् इच्छसि, त्वं पातुम् इच्छसि। अतः तत्र यत्र क्रियापदमस्ति तत्र तस्य परिवर्तनं भवति, किन्तु एतत् क्रियासूचकमस्ति किन्तु अव्ययम् अस्ति इति कृत्वा तस्य परिवर्तनं न भवति, लिङ्गभेदः पुरुषभेदः वचनभेदः नास्ति, पातुम् इति एव भवति। अस्तु श्रीप्रिया भगिनी नमस्कारः। तत्र ईमेल् द्वारा प्रेषितं करपत्रं यत् अस्ति तं पठन् स्मः, द्वितीयपुटे स्म, स्वीकरोमि। अस्तु अग्रे लक्ष्मी भगिनी अग्रे। अस्तु, कुत्र महोदय, फिफ्त् वन्, सिक्स्त् वन्, इदानीं खादनं सेवेन्त्। सः खादनम् इच्छति, सः खादितुम् इच्छति, सः खादितुम् इच्छति, समीचीनं। सः दानम् इच्छति, सः दातुम् इच्छति, सः दातुम् इच्छति, खादितुम् इच्छति, दातुम् इच्छति, इच्छति। तत्र खादितुम् अपि तत्र धातुं, तत्र खादितुम् इति तत्र अपि ईकार आगच्छति खलु, पठितुं पठनं, पठितुं खादितुं, लेखितुम् इति इदानीं खादितुम् इति अस्ति, तत्र एतद् ईकारः पूर्वम् अस्माभिः दृष्टं वा, ईकारः पूर्वम् अस्माभिः दृष्टः वा एतादृश ईकारः, खादितुम् इति अस्ति, खाद् खादितुं, तत्र त्वान्तरूपं किम् अस्ति, गच्छति, गत्वा, खादित्वा, खादित्वा, तत्रापि इकारः अस्ति, खाद् खादित्वा, खादित्वा, गच्छति, गत्वा, गत्वा, गच्छति, गन्तुं, खादति, खादित्वा, खादितुं, तत्र इकारः त्वान्तरूपे अस्ति, तुमुन् रूपे अपि अस्ति तत्र। अस्तु समीचीनम्। अस्तु अग्रे गच्छामः, तत्र वेदा भगिनी अग्रे। आं महोदय, खादनं, दानं, हसनं, सः हसनं, सः हसनम् इच्छति, सः हसितुम् इच्छति, सः हसितुम् इच्छति, सः चलनम् इच्छति, सः चलनम् इच्छति, चलितुम् इच्छति, सः चलितुम् इच्छति, तत्र ईकारः अस्ति चेत् तत्र ईकारः आगच्छति चेत् त्वान्तरूपे वयं तस्य नामकरणं कृतवन्तः, तत्र चलित्वा हसित्वा इति, तत्र एतादृश तत्र धातु एतादृशः अस्ति चेत् तस्य नामकरणं कृतवन्तः वयं, स्मरति वा? इडागमग वा? हा, सेट् धातुः इति. समीचीनं भगिनि. हा, तत्र इडागमः इति वदामः, सेट् धातुः, अनिट् धातुः इति नामकरणम् आसीत. समीचीनं भगिनि. महोदय, एकः प्रश्नमस्ति. सः लेखनमस्ति, कथनम् इच्छति, गमनमिच्छति, तत् वाक्यमपि शुद्धं? शुद्धं, तदपि शुद्धं. हा, तदपि शुद्धं. हा, गमनं, गमनम् इति गमनक्रिया भवति, तत् इच्छति. गमनम् इच्छा धातु सकर्मकधातु, तत्कारणेन कर्मपदम् आयाति, वाक्यं शुद्धमस्ति. हा, सत्यं सत्यं भगिनि. हा, अतः सत्यं कर्मपदं भवति. समीचीनं. हा, अस्तु, अग्रे ललिता भगिनि. वदामि. क्रीडनं न क्रीडि, सः क्रीडनम् इच्छति, सः क्रीडितुम् इच्छति, सः धावनम् इच्छति, धावितुम् इच्छति, सः धावितुम् इच्छति, सः करणम्. अस्तु, तदपि करोतु भगिनि. हा, अस्तु. सः करणम् इच्छति, सः कर्तुम् इच्छति, सः कर्तुम् इच्छति. हा, समीचीनं. हा, तदेव अस्ति. अस्तु, इदानीम् अग्रे तत्र नरेश महोदय. सः दर्शनम् इच्छति, सः द्रष्टुम् इच्छति, सः अर्चनम् इच्छति, सः अर्चितुम् इच्छति. अर्चितुम् इच्छति, समीचीनम्. अस्तु, हा, समीचीनं महोदय. अस्तु, इदानीं तत्र तुमुनिति अग्रे अपि तत्र अनेकाः अभ्यासाः सन्ति, तत्सर्वं कुर्मः. तत्र कीदृशप्रयोगः भवति इति तत्र ज्ञानं भवति इति कृत्वा. अस्तु, अग्रे तत्र उषा भगिनी अग्रिमम् अभ्यासम् आरम्भं करोति वा? आं महोदय. क्रियार्थायां क्रियायां तुमुन् कोष्टके प्रदत्तैः धातुभिः सह तुमुन् प्रत्ययं संयोज्य यतोदाहरणं रिक्तस्थानानि पूरयन्तु. वयम् उदाहरणं, वयं नृत् आवरणे दत्तमस्ति इच्छामः, वयं नर्तितुम् इच्छामः. सः खा धातुः, सः खादितुम् इच्छति. ते गृहं गम् धातुः, ते गृहं गन्तुम् इच्छन्ति. हा, इदानीं तत्र सः अस्ति चेत् रूपं किं भवति? कुत्र महोदय? तृतीय ते गृहं, ते गृहम् इति, ते गृहम् गन्तुम् इच्छन्ति, सः गृहं गन्तुम् इच्छति. सः गृहं गन्तुम् इच्छति. तत्र गृहम् इति कर्मपदम् अस्ति वा इच्छति इति क्रियापदस्य? आं महोदय. गृहम् इच्छति सकर्मकधातु अस्ति न महोदय? हा, किन्तु तत्र किं भवति? तत्र गृहं गन्तुम् इच्छति, तत्र किं भवति? तत्र किम् इच्छति? तत्र गृहम् इच्छति इति नास्ति खलु? गन्तुम् इच्छति गृहं. हा, गृहं गन्तुं, गृहं गन्तुम् इच्छति. तत्र यदि कर्मपदम् इति स्वीकुर्मः, तत्र सम्पूर्ण तत्र गृहं गन्तुम् इति कर्मपदरूपं भवति, केवलं गृहं न. नो चेत् किं भवति? सः गृहम् इच्छति इति रूपं, गृहम् इच्छति. हा, किन्तु तद् नास्ति, गृहं गन्तुम् इच्छति. हा, अतः तत्र गृहस्य गमनम् इच्छति इति. तत्र गमनम् इति पूर्वम् आसीत् खलु, तत्र गमनम् इच्छति. कस्य गमनं? तत्र गृहस्य गमनम् इति अतादृश, तत्र तादृशरूपं स्थापयितुं शक्नुमः इति मन्ये, किन्तु तत्र गमनम् इति स्थाने तत्र गन्तुम् इति अस्ति. गमनम् इति कर्मपदं भवति इच्छति इति क्रियापदस्य, किन्तु गमनम् इति स्थाने गन्तुम् इति स्थापितवन्तः वयं, तावदेव. अस्तु, गृहं गन्तुम् इति स्वीकुर्मः. सत्यं भगिनि, तदेव भवति. तत्र यतोहि तत्र केवलं गन्तुम् इति तत्र गमनम् आसीत् चेत् तत् जानीमः तत् नामपदम् अस्ति इति गमनम् इति तत् कर्मपदं भवति द्वितीया विभक्ति सर्वं किन्तु एतत् अव्ययम् अस्ति एतदपि नामपदमेव अस्ति एतदपि तत्र स्थापितुं शक्नुमः तत्र गन्तुम् इति यतोहि अव्ययम् अस्ति किन्तु तत्र अव्ययम् इति कृत्वा तत्र विभक्तिरूपभेदः न भवति यदि द्वितीयवाक्ये सः खादितुम् इच्छति सः किं खादितुम् इच्छति सः फलं खादितुम् इच्छति तत्र फलमिति किं भवति खादिति इति क्रियायाः कर्मपदं किन्तु खादितुम् इति तद् अव्ययपदं यदस्ति तद्भवति इच्छति इति क्रियापदस्य कर्मपदम् अव्ययम् अस्ति इति कृत्वा तत्र रूपभेदः नास्ति तावदेव तुमुन् इति तत्र रूप तुमुन् अव्ययम् इति अतः अस्तु अग्रे नरि हा अग्रे श्रीप्रिया भगिनि श्रीप्रिया भगिनि यूयं किं कर्तुम् इच्छत यूयं किं कर्तुम् इच्छत रमा प्राङ्गणे क्रीडितुम् इच्छति रमा प्राङ्गणे क्रीडितुम् इच्छति तत्र क्रीडितुम् इति स्थाने तत्र पूर्वमासीत् तत्र गमनं लेखनं कथनम् इति तत् तादृशरूपं किं भवति तत्र क्रीडनं कर्तुम् इच्छति क्रीडनं कर्तुम् अथवा क्रीडनम् इच्छति तदपि समीचीनं क्रीडनं कर्तुम् अपि समीचीनम् अस्तु क्रीडाङ्गणे वा क्रीडाङ्गणे प्राङ्गणे इति अहं चिन्तयामि तत्र प्राङ्गणे इत्युक्ते तत्र गृहस्य फ्रण्ट् यार्ड् तादृश तत्र किं भगिनि थ्रेशोल्ड् अतः तत्र गृहस्य समीपे एव इति तत्र फ्रण्ट् यार्ड् वा बेक् यार्ड् वा किन्तु तत्र गृहस्य समीपे इति क्रीडाङ्गणम् इति तद् भिन्नम् इति मन्ये क्रीडाङ्गणं अस्तु अग्रे नरेश् महोदय देवेशः चलचित्रं द्रष्टुम् इच्छति सः आसने उपविष्टितुम् इच्छति तत्र उपवेष्टुम् अधोभागे रूपाणि दत्तानि सन्ति महोदय अतः उपवेष्टुम् उपवेष्टुम् इच्छति उपविशति उपविश्य किन्तु उपवेष्टुम् इति उपवेष्टुम् इच्छति अस्तु अग्रे शोभा भगिनि प्रश्नः चलचित्रं समीचीनमस्ति वा चलनचित्रं समीचीनम् अस्ति अहं द्वयमपि दृष्टवान् इति मन्ये भगिनि चलचित्रं चलनचित्रम् इति द्वयमपि दृष्टवान् इति मन्ये किन्तु चलचित्रं साधु एव अग्रे शोभा भगिनि आं महोदय अहं प्राङ्गणं दृश्यन्ती आसं कुत्र महोदय अस्तु अस्तु अतः प्राङ्गणतः इदम् अत्र आगच्छतु अस्तु इदानीम् आगतवती अस्तु भगिनि इदानीं सः श्लोकम् इति श्लोकम् आं महोदय सः श्लोकं तत्र श्रोतुम् इति अस्ति इति मन्ये श्रोतुं सः श्लोकं श्रोतुम् इच्छति सः क्षम्यतां भगिनि तत्र श्रावय इति अस्ति श्रावयितुं सः श्लोकं श्रावयितुम् इच्छति सः गीतं तत्र गायति दत्तं गातुम् इच्छति सः वस्त्राणि प्रक्षालय इति सः वस्त्राणि प्रक्षालयितुम् इच्छति सः समाचारं श्रु इति सः समाचारं श्रोतुम् इच्छति, सः उत्तरं न इति, सः उत्तरं ज्ञातुम् इच्छति. हा, तस्य ज्ञानम् उत्तरं किम् इति सः ज्ञातुम् इच्छति. अतः तत्र यत्र यत्र इच्छति अस्ति तत्र तत्र तुम् इति रूपं भवति. एतत् कर्तुम् इच्छति, एतत् ज्ञातुम् इच्छति, एतत् श्रोतुम् इच्छति, एतत् श्रावयितुम् इच्छति, सर्वत्र तुमुन् रूपं भवति. समीचीनम्. अस्तु, अग्रे वेदा भगिनी, इदानीम् अग्रिम अभ्यासः. कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु. अहम् उदाहरणम्, अहं पठनार्थं आवरणी दत्तमस्ति पठनार्थं, तत् तुमुन् रूपमस्ति पठितुं, पठुदातु पठितुं विद्यालयं तत् गच्छामि. तत्र प्रश्नद्वयम्, एकः एव प्रश्नः किन्तु रूपद्वयम् अस्ति. तत्र अहं विद्यालयं गच्छामि इति वाक्यं, तत्र कीदृशप्रश्नः भवति? तत्र त्वं विद्यालयं किमर्थं गच्छामि, किमर्थं गच्छति, त्वं विद्यालयं किमर्थं गच्छति, एकः प्रश्नः. उत्तमम्, उत्तमम्. इदानीम् अन्यत्, अन्यत्र इदानीं तुमुन् इति रूपम् उपयुज्य सः एव प्रश्नः. त्वं अन्य कोऽपि वक्तुम् इच्छति वा तत्र? किं कर्तुं, किं कर्तुं, तत्र किमर्थम् अथवा किं कर्तुं, किं कर्तुम्. अतः तत्र अहं पठनार्थं, यदि किमर्थं विद्यालयं गच्छति इति पठनार्थं विद्यालयं गच्छामि इति अहं पठनाय अपि भवति, अपि इदानीं नूतनरूपम् अहं पठितुं, किं कर्तुं, तत्र पठितुं विद्यालयं गच्छामि. अतः इदानीं वयं तत्र विकल्पत्रयम् अस्ति, सत्यं खलु? तत्र पठनार्थम् एकं, पठन् उपयुज्य पठनार्थं, पठन् उपयुज्य पठनाय, पठितुम् इति. पठनस्य कृते अपि महोदय, पठनस्य कृते, पठनस्य कृते, तदपि समीचीनमेव. तत्र तत्र किं भवति, तत्र षष्टि, षष्टिप्रयोगः तु सर्वत्र भवति. यत्किमपि उत्तरं वयं षष्टिरूपे कर्तुं शक्नुमः. समीचीनमेव अस्ति भगिनि. शयनार्थं गच्छति, शयनार्थं शयितुम् अधोभागे रूपाणि दत्तानि सन्ति भगिनि. शयितुं, शयितुं, तदेव अस्ति. ते वन्दनार्थं गच्छन्ति, ते वन्दनार्थं, वन्दितुं, ते वन्दितुं गच्छन्ति, ते वन्दितुं गच्छन्ति, ते अस्तु, ते वन्दितुं गच्छन्ति. सः वन्दितुं गच्छति. हा, समीचीनं भगिनि. इदानीम् अग्रे, ताः, ताः अर्चनार्थं मन्दिरं गच्छति, अर्चनार्थं मन्दिरं गच्छन्ति, अर्चितुं, ताः अर्चितुं मन्दिरं, करेक्ट्, ताः अर्चितुं मन्दिरं गच्छन्ति, ताः मन्दिरम् अर्चितुं गच्छन्ति, तत् वाक्यमपि शुद्धं वा? ताः मन्दिरम् अर्चितुं गच्छन्ति, तदपि शुद्धमेव. अर्चितुं गच्छन्ति, तत्र अर्चितुं मन्दिरं गच्छन्ति. बिडालः खादनार्थं भोजनालयं प्रविशति, बिडालः खादितुं भोजनालयं प्रविशति. हा, समीचीनं भगिनि. अस्तु, धन्यवादः. अग्रे लक्ष्मी भगिनि. मूषकः आवरणे कर्तनार्थं मूषकः कर्तयितुम् आगच्छति. मूषकः कर्तयितुम् आगच्छति. कृषकः आवरणे कर्षणार्थम्, अतः कृषकः न क्रष्टुम् इति प्रायशः क्रष्टुं क्षेत्रं गच्छति. ते रक्षणार्थम् आवरणे रक्षणार्थं ते रक्षितुं ते रक्षितुं द्वारे तिष्ठन्ति. हा ते रक्षितुं द्वारे तिष्ठन्ति. समीचीनं भगिनि. अस्तु अग्रे. वयं स्मरणार्थं वयं स्मर्तुं प्रातः उत्तिष्ठामः. वयं स्मर्तुं प्रातः उत्तिष्ठामः. समीचीनं भगिनि. अस्तु अग्रे गीताञ्जलि भगिनि. महोदय प्रश्नः महोदय. पठितुं शयितुं वन्दितुम् अर्चितुं खादितुम् अस्ति, परन्तु कर्तितुं न किमर्थं न महोदय? किमर्थं कर्तयितुम् आयाति तत्र? हा तत्र अस्तु भगिनि, समीचीनप्रश्नः एव. किन्तु तत्र एतादृश यकारः आगच्छति खलु तत्र इति, तत्र पूर्वमपि दृष्टवन्तः खलु, तत्र कुत्र आसीत्? अस्ति भगिनि. अस्तु इदानीं न स्मरामि, किन्तु दृष्ट्वा वदामि भगिनि. कर्तयति अतः कर्तयितुं केवलं तदेव इति तत्तु समीचीनमेव भगिनि. हा समीचीनमेव, तत्र निजन्तरूपम् इति तद् अपि वक्तुं शक्नुमः. अन्य कोऽपि किं कोऽपि अथवा कापि वक्तुम् इच्छति वा? कर्तनार्थम् इति दत्तमस्ति, कर्तयितुं कर्तनमिति तत्र रूपं पठनं, तत्र पठति इति क्रियापदं, पठनम् इति एतद् रूपम् अत्र पठनार्थम् इति स्थाने, तत्र पठनमिति नामपदम्. इदानीं कर्तनम् इति अस्ति, तत्र क्रियापदं किम् अस्ति? भगिनि क्रियापदं किम् अस्ति? कर्तनं पठति पठनं, इदानीं कर्तनमिति अस्ति, किन्तु क्रियापदरूपं किम् अस्ति? कर्तयति. अतः कर्तयितुम् इति चुरादिगणधातु. तत्र कर्तनमिति तत्र तद्रूपं दृष्ट्वा तत्र क्रियापदं तत्र तद् तस्य स्मरणं मास्तु, किन्तु क्रियापदस्य स्मरणम् आवश्यकं खलु अत्र. क्रियापदं स्वीकृत्य एव तुमं प्रत्यय एतत्तु सत्यं खलु. तत्र मूलधातु उपयुज्य एकं प्रत्ययस्य एकस्य प्रत्ययस्य योजनं कर्तुम् इच्छामः, किन्तु तत्र अन्यत् प्रत्ययं अन्यप्रत्ययं योजयित्वा तद्रूपं दृष्ट्वा धातु यदि न जानीमः स्मरामः तत्र नूतनप्रत्ययान्तरूपं तत्र क्लेशः भवति खलु. अतः तत्र कर्तनम् इति अस्ति, कर्तयति इति क्रियापदं, ततः कर्तयितुम् इति रूपं भवति. समीचीनं वा भगिनि? अस्तु अग्रे एते विश्वनाथमन्दिरं दर्शनार्थं काशीं गच्छन्ति. एते विश्वनाथमन्दिरं द्रष्टुं काशीं गच्छन्ति. हा द्रष्टुं काशीं गच्छन्ति. समीचीनम् अग्रे. सा पचनार्थं पाकशालां गच्छति. सा पक्तुं पाकशालां गच्छति. युवकः चायं पानार्थम् उपहारगृहं गच्छति. युवकः चायं पातुं उपाहारगृहं गच्छति. युवकः चायं पातुम् उपाहारगृहं गच्छति पानार्थं. समीचीनम्. अस्तु, अग्रे अग्रे अपि तत्र अग्रिम अभ्यासमपि आरम्भं करोतु भगिनि. क्रियार्थायां क्रियायां तुमुन् तुमुनन्तप्रयोगेण यथोदाहरणं रिक्तस्थानानि पूरयन्तु. बालकः विद्यालयं गच्छति पठति. सः किमर्थं विद्यालयं गच्छति? बालकः पठितुं विद्यालयं गच्छति. तत्र क्रियार्थायां क्रियायां तुमुन् इति अस्ति खलु, तत्र क्रियायाः अर्थायां क्रियायां तुमुन् तत्र क्रियायाः अर्थः, तत्र किमर्थं सप्तमी किमर्थम् एषा क्रिया, तत्र बालकः विद्यालयं गच्छति, तत्र गमनक्रिया अस्ति, गमनक्रियायाः अर्थः कः, किमर्थं तत्र किमर्थं गच्छति इति प्रश्ने सति तत्र पठितुम् इति क्रियायां तुमुन्, अतः तद् यद् करोति तद् या क्रिया भवति अग्रे तस्याः तुमुन् रूपं स्थापयतु इति. अत्र पठति इति अस्ति, तस्य तुमुन् रूपं पठितुं. सः किमर्थं विद्यालयं गच्छति? सः पठितुं विद्यालयं गच्छति. हा, इदानीम् अग्रे. सः आपणं गच्छति, फलानि आनयति. सः किमर्थम् आपणं गच्छति? सः फलानि आपणं गच्छति. समीचीनं. हा, अस्तु, अग्रे. सः स्नानगृहं गच्छति, स्नाति. सः किमर्थं स्नानगृहं गच्छति? सः स्नातुं स्नानगृहं गच्छति. समीचीनं भगिनि. हा, अस्तु, स्नातुम् इति. अस्तु, अग्रे लक्ष्मी भगिनी, ललिता भगिनी. महोदय, स्वाप्रत्यय उपयुज्य एव कर्तुं शक्नुमः न महोदय? उपयुज्य तत्र विपरीतरूपेण तत्र हा गत्वा इति, तत्र विद्यालयं गत्वा पठति. हा, किन्तु तत्र किं कृत्वा पठति इति तत्र प्रश्नः भवति. किन्तु इदानीं तत्र समान एका एव घटना, किन्तु तत्र विद्यालयं गच्छति पठति, तत्र यथा इच्छा अस्माकं खलु. तत्र गत्वा पठति अथवा पठितुं गच्छति. किन्तु समीचीनं, त्वान्तरूपमपि कर्तुं तत्र स्थापयितुं शक्नुमः. ललिता भगिनि, आनेतुम् अपि साधु वा? अहं चित्रालयं गच्छामि. रमा चित्रालयं गच्छति, चलचित्रं पश्यति. सा किमर्थं चित्रालयं गच्छति? सा चलचित्रं द्रष्टुं चित्रालयं गच्छति. समीचीनं. अहं चित्रालयं गच्छामि, चलचित्रं पश्यामि. त्वं किमर्थं चित्रालयं गच्छसि? अहं चलचित्रं द्रष्टुं चित्रालयं गच्छामि. समीचीनम्. अस्तु, अग्रे. ईश्वरः पृथिव्याम् अवतरति, भक्तान् रक्षति. सः किमर्थं पृथिव्याम् अवतरति? सः भक्तान् रक्षितुं पृथिव्याम् अवतरति. ईश्वरः रक्षितुं पृथिव्याम् अवतरति. तत्र रक्षितुम् इति स्थाने अन्यत् रक्षणाय. हा, किन्तु तत्र रक्षणम् इति आसीत् चेत् किञ्चित् रूपभेदः भवति. तत्र रक्षणाय इति भवति, समीचीनम् अथवा रक्षणार्थम् ईश्वरः रक्षणार्थं पृथिव्याम् अवतरति इति तत् साधु. किन्तु तदनन्तरं प्रश्नः किं कः भवति रक्षणार्थम् इति अस्ति चेत् तत्र किमर्थं न सः रक्षणार्थं पृथिव्याम् अवतरति इति रूपम् अस्ति इदानीं. किन्तु तत्र प्रश्नः कः कस्य रक्षणार्थं पृथिव्याम् अवतरति. किन्तु भक्तान् इति अस्ति, भक्तान् इति विभक्ति का भक्तान् द्वितीया विभक्ति बहुवचनं. इदानीं इदानीं किन्तु प्रश्नः इदानीम् अस्ति कस्य रक्षणार्थं पृथिव्याम् अवतरति. अतः तत्र किं भवति तत्र भक्तानां रक्षणार्थं पृथिव्याम् अवतरति. समीचीनम्. अथवा सः भक्तानां रक्षणाय पृथिव्याम् अवतरति. समीचीनम्. अस्तु अग्रे अग्रे गजः जलाशयं गच्छति, जलं पिबति. सः किमर्थं जलाशयं गच्छति? सः जलं पातुं जलाशयं गच्छति. सः जलं पातुं जलाशयं गच्छति. समीचीनं. समीचीनम्. अस्तु अग्रे लक्ष्मी भगिनी. अस्तु महोदय, वयं प्रयागं गच्छामः, स्नामः. वयं किमर्थं प्रयागं गच्छामः? वयं गङ्गायां स्नातुं प्रयागं गच्छामः. वयं गङ्गायां स्नातुं प्रयागं गच्छामः. समीचीनं भगिनि. एते इदानीं शयनागारं गच्छन्ति, शयनं कुर्वन्ति. एते इदानीं किमर्थं शयनागारं गच्छन्ति? एते इदानीं शेतुं शेतुम् इति तत्र शयितुम् अथवा शयितुम् इति तत्र शयितुं शयितुम् इति शयितुं शयितुं पूर्वस्मिन् पुटे आसीत् शयितुम् इति शयितुं शयनागारं गच्छन्ति. जननी मन्दिरं गच्छति, देवम् अर्चति. सा किमर्थं मन्दिरं गच्छति? जननी देवम् अर्चितुं मन्दिरं गच्छति. अर्चितुं, देवम् अर्चितुं. तत्र अर्चनम् इति आसीत् चेत् अर्चनम् अर्चनाय अर्चनाय आसीत् चेत् किं भवति? यथा ललिता भगिन्याः वाक्यं तत्र परिवर्तनम् आसीत्, अत्र कीदृशपरिवर्तनं भवति? जननी अर्चनाय मन्दिरं गच्छति. किन्तु प्रश्नः कः भवति? कस्य कस्य अर्चनाय? अतः देवस्य अर्चनाय मन्दिरं गच्छति. समीचीनं भगिनि. अस्तु अग्रे. बालकः क्रीडाङ्गणं गच्छति, क्रीडति. सः किमर्थं क्रीडाङ्गणं गच्छति? सः क्रीडितुं क्रीडाङ्गणं गच्छति. सः क्रीडितुं क्रीडाङ्गणं गच्छति. समीचीनं भगिनि. अस्तु अग्रे शुभदा भगिनि. महोदय, अभ्यासः 169. शक्नोतेः प्रयोगे तुमुन् कोष्ठे दत्तेषु शब्देषु प्रयुक्तेन धातुना सह तुमुन् प्रत्ययं योजयित्वा प्रश्नम् उत्तरं च पूरयन्तु. उदाहरणार्थं प्रश्नः अस्ति, किं सः गातुं शक्नोति? गानम् इति आवरणे दत्तम् अस्ति. उत्तरमस्ति, आम्, सः गातुं शक्नोति. तत्र किम् इति प्रश्नवाचकम्. एतद् सत्यं वा, सः गातुं शक्नोति इति वाक्यं सत्यं वा इति. अतः किं सः गातुं शक्नोति इति प्रश्नः. उत्तरम् आम्, सः गातुं शक्नोति. समीचीनम्. अस्तु अग्रे. किं त्वं उत्थानमिति दत्तमस्ति आवरणे. प्रश्नः, किं त्वम् उत्थातुं शक्नोषि? आम्, अहम् उत्थातुं शक्नोमि. समीचीनं भगिनि. तत्र अधोभागे रूपाणि दत्तानि सन्ति. अस्तु अग्रे भगिनि. अग्रे करोमि. किं शालिनी नर्तुं शक्नोति? नर्तितुं. नर्तनम् इति आवरणे अस्ति नर्तनं नर्तितुम् ओके किं शालिनी नर्तितुं शक्नोति न शालिनी नर्तितुं न शक्नोति हा तथा नकारः द्विवारम् आगच्छति इति जानीमः न शालिनी नर्तितुं न शक्नोति किं वृद्धः धावितुं शक्नोति आम् वृद्धः धावितुं शक्नोति हा समीचीनं भगिनि धन्यवादः अस्तु अग्रे श्रीप्रिया भगिनि आं महोदय किं भवति कथां वक्तुं शक्नोति तत्र वच् धातुः वक्तुम् इति अस्ति भगिनि वदितुं हा तत्र हा वदनम् इति तत्र वदितुं वदितुं शक्नोति आम् अहं कथां वदितुं शक्नोमि किं यूयं पठितुं शक्नुत पाठयितुं शक्नुत आं वयं पाठयितुं शक्नुमः किं बालकः श्लोकान् पठितुं शक्नोति आं बालकः श्लोकान् पठितुं शक्नोति किं त्वम् अभ्यासान् रचितुं शक्नोषि आम् अहम् अभ्यासान् रचितुं शक्नोमि समीचीनं रचयितुम् अस्ति किल महोदय रचयितुं हा रचनं रचयितुं हा रचयति रचयितुं हा समीचीनं धन्यवादः हा अस्तु उषा भगिनी अग्रे किम् अन्धः दर्शनं किम् अन्धः द्रष्टुं शक्नोति न अन्धः द्रष्टुं न शक्नोति किं युवां पाठं ज्ञानं ज्ञातुं किं युवां पाठं ज्ञातुं शक्नुतः आम् युवां पाठं ज्ञातुं शक्नुमः वयं पाठं ज्ञातुं शक्नुमः समीचीनं भगिनि अस्तु अग्रे अग्रिम अत्र युवाम् अस्ति अतः उत्तरे आम् अहम् आवाम् ओ क्षम्यताम् आमामां यूयम् इति हा क्षम्यतां भगिनि समीचीनं हा आवाम् आवां पाठं ज्ञातुं शक्नुवः शक्नुवः समीचीनं धन्यवादः हा यो युवामिति यूयमिति चिन्तितवान् हा अस्तु धन्यवादः हा उषा भगिनी अग्रे अग्रिम अभ्यासः तदपि आरम्भं करोतु शक्नोति प्रयोगे तुमुन् कोष्ठे दत्तेन धातुना सह तुमुन् प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु सः अत्र शक्नोति आवरणे स्था सः अत्र स्थातुं शक्नोति हा तत्र पुनः तत्र अधोभागे तत्र रूपाणि दत्तानि सन्ति तत्र स्थातुं स्थातुं स्थादातु स्थातुं समीचीनं भगिनि हा सः एतत् पुस्तकं पठ धातु सः एतत् पुस्तकं पठितुं शक्नोति हा समीचीनं धन्यवादः भगिनि अस्तु इदानीम् अग्रे तत्र नरेश महोदय महोदय किं सः अस्मिन् आसने शक्नोति उपवेष्टुं शक्नोति किं सः अस्मिन् आसने उपवेष्टुं शक्नोति हा समीचीनं अहं गीताम् उपदेष्टुं शक्नोति शक्नोमि हा अहं गीताम् उपदेष्टुं शक्नोमि समीचीनम् अग्रे महोदय किम् इदानीं सः गृहं गन्तुं न शक्नोति न हि इदानीं सः गृहं गन्तुं न शक्नोति हा तत्र प्रश्नः उत्तरं द्वयमपि दत्तम् अस्तु समीचीनम् अस्तु अग्रे अग्रिमद्वयमपि करोतु महोदय तदनन्तरम् अन्य कोऽपि किम् अहम् अत्र आगन्तुं शक्नोमि किम् अहम् एकं चलचित्रं द्रष्टुं शक्नोमि. तत्र द्रष्टुम् आगन्तुं समीचीनं. तत्र उपसर्ग अस्ति चेत् बाधा नास्ति. तत्र उपसर्गरहितधातोः तुमुन् रूपं स्वीकृत्य उपसर्गं स्थापनीयम् अस्ति, तावदेव. अस्तु, समीचीनम्. अस्तु, अग्रे वेदा भगिनी. आम् महोदय. किं भवती एकं गीतं गातुं शक्नोति? भवती एकं गीतं गातुं शक्नोति? सः वृक्षं आरूढं तत्र रूपं आरूढं शक्नोति. आरूढम् आरूढं तत्र अधोभागे रूपम् अस्ति भगिनि. आरूढं शक्नोति. ताः नृत्यं कर्तुं शक्नो ताः नृत्यं कर्तुं शक्नुवन्ति. ताः नृत्यं कर्तुं शक्नुवन्ति. अहं काव्यं लिखितुम् अहं काव्यं लिखितुं न शक्नोमि. लेखितुं अहं काव्यं लेखितुं न शक्नोमि. त्वं पच् धातु न शक्नोषि. त्वं पच् पक्तुं त्वं पक्तुं न शक्नोषि. अग्रे पठामि वा? पठतु पठतु. नृत्यं नर्तितुं ते छात्रे नर्तितुं शक्नुतः. तत्र ते छात्रे नर्तितुं शक्नुतः इति अस्ति. तत्र वचनं किं? तत्र ते छात्रे द्विवचनं शक्नुतः शक्नुतः. अतः तत्र लिङ्गं किं छात्रे इति? छात्रे पुल्लिङ्गं पुल्लिङ्गशब्दं छात्रः. रामे रामः न न रामः भवति. रामः रामौ. ओ सोरि सोरि. रमारमे रमारमे छात्रा छात्रे ते छात्रे सा छात्रा ते छात्रे ताः छात्राः. समीचीनम्. इदानीं बहुवचने रूपं किं भवति? सा ते ताः ताः छात्राः ताः छात्राः समीचीनं. करोति कुरुतः कुर्वन्ति. समीचीनम्. अस्तु अग्रे. मूषकः बिलं प्रवेष्टुं मूषकः बिलं प्रवेष्टुं शक्नोति. प्रवेष्टुं शक्नोति. अस्तु, समीचीनम्. अतः तत्र अनेकानि वाक्यानि इदानीं वयं दृष्टवन्तः यत्र तुमुन् रूपं भवति. तत्र किमर्थम् इति उत्तरे तुमुन् इच्छामि इति क्रियापदं यत्र भवति तत्रापि तुमुन् शक्नोमि इति शक्नोति इति तत्रापि तुमुन्. अतः तत्र बहुत्र तुमुन् रूपं भवति. अस्तु, इदानीं तत्र एतत् कुर्मः. इदानीं तत्र शक्नोति इति तत्र शक्नोतेः प्रयोगे तुमुन् इति यत् यानि उदाहरणानि वयं दृष्टवन्तः इदानीम् अन्ते तादृशानि वाक्यानि वयमपि रचयितुं प्रयत्नं कुर्मः. अस्तु, कः अथवा का प्रथमतया करोति? शक्नोति इति उपयुज्य. अस्तु, लक्ष्मी भगिनी. अस्तु महोदय. अहं संस्कृतं पाठयितुं शक्नोमि. भवती संस्कृतं पाठयितुं शक्नोति. समीचीनं. पाठयितुं समीचीनं शक्नोमि. समीचीनं भगिनी. अस्तु, अग्रे अग्रे कः अथवा का करोति? अहम् अन्तर्जाले ब्रौस् कर्तुं अन्तर्जाले किम् अन्वेषणं कर्तुं शक्नोमि? अस्तु महोदय, किमपि अन्वेषणं कर्तुं पर्टिक्युलर्ली किन्तु केवलं ब्रौस् इति वा? तत्र अन्तर्जाले किं प्रयासं कर्तुं खलु? अन्तर्जाले तत्र केवलम् इतः ततः गन्तुं तत् केवलं प्रयासम् इति अथवा इतः ततः गमनम् इति अटितुम् अस्ति वा महोदय? अटितुम् अस्तु, अटितुं भ्रमणं भ्रमणं भ्रमितुं भ्रमितुं भ्रमितुं भ्रमितुम् अस्तु भ्रमितुं भ्रमितुम् अन्तर्जाले भ्रमितुं शक्नोमि. हा समीचीनं भगिनी, अस्तु. एतदेव इदानीं तत्र सर्वे एतदेव कुर्वन्ति खलु? यद् हा समीचीनम् अस्तु. अग्रे महोदय, तत्र आरोढं स्वीकृत्य करोमि. अहं वृक्षम् आरोढुं न शक्नोमि. अहं वृक्षम् आरूढं न शक्नोमि. अस्तु समीचीनं भगिनि. हा आरूढं, हा आरूढम् इति उपयुज्य समीचीनं भगिनि. अस्तु, अहं कवितां रचयितुं न शक्नोमि. कवितां रचयितुं कवितामेव अहं कवितां रचयितुं न शक्नोमि. हा तत्र किमर्थं क्लेशः आसीत्? कवितां एव साधु, तत्र कवितायाः आसीत् चेत् किं भवति? अहं कविता तत्र अन्यत् किं किं किं किं स्थापयितुं शक्नुमः? तत्र तत्र कवितायाः इति अस्ति चेत् तत्र आय रचनाय इति किं किमपि भवति, किन्तु तत्र तत्तु किमर्थं गच्छति अथवा करोति इति, किन्तु अत्र शक्नोति इति एव अस्ति. अतः तत्र शक्नोति स्थाने केवलं तुमुनेव खलु? किं महोदय, न अवगमन्तु. तत्र पूर्वं तत्र न अवगन्तुं शक्नोति. हा तत्र तत्र पठितुम् इति पठितुं विद्यालयं गच्छति इति आसीत् खलु पूर्वं? तत्र पठनाय अथवा पठनार्थम् इति तादृश विकल्पः आसीत्, पठितुम् अथवा पठनाय अथवा पठनार्थम् इति. किन्तु यत्र शक्नोति अथवा शक्नोषि अस्ति तत्र केवलं तुमुन् रूपमेव अस्ति. यत्र तुमुन् रूपम् अस्ति तत्र तत्र कर्मपदमेव भवति. तत्र तत्र देवम् अर्चितुं, देवस्य अर्चनाय न, देवम् अर्चितुम् अत्र कविता कवितां लेखितुम् अथवा रचितुं शक्नोमि अथवा न शक्नोमि. अतः तत्र कर्मपदं द्वितीयविभक्तिरूपं तावदेव. अस्तु, अन्य कोऽपि? अहं वेगेन धावितुं न शक्नोमि, किन्तु मन्दं धावितुं शक्नोमि. अस्तु भगिनि, अस्तु. हा वेगेन धावितुं न शक्नोमि. अस्तु, अग्रे नरेश महोदय. अहं तु नर्तितुं न शक्नोमि. नर्तितुं न शक्नोमि. अस्तु प्रिया भगिनि, अस्तु वदतु भगिनि, ललित भगिनि वदतु. वदतु, पिता तस्य पुत्रम् उपदेष्टुं शक्नोति. पिता तस्य पुत्रम् उपदेष्टुं शक्नोति. पिता पुत्रम् उपदेष्टुं, तत्र तस्य पुत्रम् इति प्रायशः नास्ति. पुत्रं पिता पुत्रम् उपदेष्टुं शक्नोति. समीचीनं भगिनि. अस्तु, श्रीप्रिया भगिनि. मम पतिः सम्यक् पक्तुं शक्नोति. पतिः सम्यक् पक्तुं शक्नोति. अस्तु भगिनि, अस्तु समीचीनं. संशयः, पिता पुत्रम् उपदेष्टुं वा उपदिष्टुं वा? उपदेष्टुम् इति एव रूपम् इदानीमेव दृष्टवन्तः इति मन्ये. उपदिशति इदानीं दृष्टवन्तः खलु, तत्र वयं इदानीमेव तत्र उपदेष्टुम् इति तत्र इकारस्य गुणः भवति एकारः भवति अन्तिमपुटे भगिनि अन्तिमकोष्टकम् महोदय एकः प्रश्नः अस्ति महोदय अत्रापि वयं वक्तुं शक्नुमः किल कवितायाः रचनं कर्तुम् एतादृशं वक्तुं तत्र तत् तत् तत् किन्तु तुमुन् रूपमेव भवति तत्र न तु आय अथवा इति खलु रचनाय इति रूपं भवति किन्तु तुमुन् यत्किमपि परिवर्तनम् आरम्भे करोतु किन्तु अन्ते शक्नोति अस्ति चेत् तस्य पूर्वं तुमुनेव तुमुनेव खलु कर्तुम् इति किमपि किमपि अन्यत् क्रियापदमस्ति चेत् तत् परिवृत्य तस्य परिवर्तनं कृत्वा कर्तुम् इति स्थापितुं शक्नुमः सत्यं महोदय प्राङ्गणे इत्युक्ते कोर्ट्यार्ड् कोर्ट्यार्ड् अस्तु अस्तु कोर्ट्यार्ड् समीचीनं धन्यवादः महोदय अस्तु भगिनि अन्तर्जाले गत्वा अस्तु धन्यवादः भगिनि अस्तु इदानीम् अन्यत् शक्नोति इति वाक्यं अहं करोमि वा करोतु भगिनि करोतु बहु प्रयत्नेन पङ्गुं गिरिं लङ्घयितुं शक्नोति बहु प्रयत्नेन पङ्गुं गिरिं लङ्घयितुं शक्नोति बहु प्रयत्नेन पङ्गुं गिरिं लङ्घयितुं शक्नोति शक्नोति अस्तु एतत् गीताध्यानश्लोके अस्ति खलु पङ्गुं लङ्घयते गिरिं गीतायाः भगवद्गीतायाः श्लोके एव इति मन्ये तत्र कुत्र अस्ति आरम्भे तत्र तत्र प्रथमे पुटे गीतासोपने प्रथमे पुटे पश्यतु मूकं करोति वाचालं पङ्गुं लङ्घयते यत्कृपातमहं वन्दे परमानन्द माधवम् अतः समीचीनमेव अस्ति भगिनि अस्तु अस्तु अन्य कोऽपि अन्यत् कोऽपि वाक्यम् अहम् उपनेत्रं विना द्रष्टुं न शक्नोमि उपनेत्रं विना द्रष्टुं न शक्नोमि समीचीनं भगिनि समीचीनम् अस्तु अन्य कोऽपि वक्तुमिच्छति वा वेब् सर्फिङ्ग् इति जालसञ्चार इति गिवन् डिक्शनरि मध्ये अस्तु जालसञ्चारः मेस्क्युलैन् पुल्लिङ्ग नाम जालपर्यटन अपि जालपर्यटनम् अस्तु अन्तर्जालपर्यटनम् अस्तु उषा भगिनी इदानीं भवती जानाति किं अस्तु इदानीं इति बहु किमपि तत्र अस्ति अस्तु इदानीं तत्र वयं किं तत्र यतः अतः यतः इति आसीत् तद् किं शक्नुमः इति मन्ये तत्र किञ्चित् एव आसीत् खलु तत्र पेज् 181 मध्ये अस्तु तत्र ओ अस्तु अस्तु तत् तत् कुर्म तत्र पेज् 181 मध्ये तत्र किं किं कृतवन्तः तत्र एतत् कृतवन्तः अधुना न कृतवन्तः इति मन्ये महोदय अस्तु अस्तु अस्तु अतः अस्तु अस्तु तत्र पुनः तदेव कुर्मः तत्र अतः इति उदाहरणम् अतः इति रूपस्य उदाहरणम् अस्ति तद् पठित्वा अग्रे गच्छामः तर्हि अस्तु तत्र लक्ष्मी भगिनी तत्र पेज् 180 तत्र अवधेयं मास्तु तस्य पूर्वं तत्र उच्चैः पठता जानीत च इति अस्ति तद् तत्र अतः इति रूपस्य उदाहरणानि दत्तानि सन्ति भगिनि तत् न न न तत्र पेज् 180 यानं शीघ्रं प्राप्तं यानं शीघ्रं प्राप्तं तत् पठितवन्तः महोदय हा किन्तु एकवारं केवलम् एकवारं पुनस्मरणार्थं रात्रिः अभवत् अतः चन्द्रः आकाशे उदितः सम्भाषणमेव न सम्भाषणं मास्तु केवलं तत्र उच्चैः पठत जानीत च यानं शीघ्रं प्राप्तम् इति अवधेयस्य अवधेयम् इति अस्ति तस्य उपरि पेज् 180 नरेश महोदय भवान् पठतु तर्हि उच्चैः पठत जानीत च यानं शीघ्रं प्राप्तम् अतः अहं शीघ्रम् आगतः विद्युत् नास्ति अतः व्यजनं न भ्रमति सः सम्यक् पठितवान् अतः विषयं सम्यक् जानाति अस्य मूल्यम् अधिकम् अतः अहं न क्रीणामि अतः तत्र किं किम् अस्ति अतः इत्युक्ते धेर्फोर् इति अतः इति मध्ये अस्ति अतः इति पदात् पूर्वं यद्वाक्यमस्ति तदस्ति कारणवाक्यम् अतः इति पदात् परं यत् अस्ति तदस्ति कार्यम् अथवा एफेक्ट् इति अतः एतद् अभवत् अस्मात् कारणात् इति पूर्वं कारणवाक्यम् अतः परम् अतः इति पदात् परं कार्यं भवति यानं शीघ्रं प्राप्तम् इति कारणतः अहं शीघ्रम् आगतः अस्मि इति विद्युत् नास्ति इति कारणतः व्यजनं न भ्रमति इति तादृशरूपमस्ति अतः इति कारणं सूचयति कस्य कारणमिति तद् अग्रे भवति किं कारणमिति पूर्वम् अस्ति दत्तमस्ति अस्तु इदानीं तत्र अतः उपयुज्य तत्र वाक्यानि दत्तानि सन्ति तत्र अग्रिमे पुटे तदपि परिशीलयामः अस्तु तत्र इदानीं शोभा भगिनी आरम्भं करोति वा तत्र पेज् 1 ओ अस्तु अस्तु अवधेयमपि अस्ति खलु अस्तु अवधेयं पठतु अवधेयं यानं शीघ्रं प्राप्तम् अतः शीघ्रम् आगतः अत्र आगमनं कार्यं शीघ्रं यानप्राप्तिः कारणं एतादृशस्य वाक्यद्वयस्य प्रयोगः यदा भवति तदा यत्र कारणवाक्यं पूर्वम् उच्यते कार्यवाक्यं च अनन्तरम् उच्यते तत्र कार्यवाक्ये अतः इति अव्ययपदं योज्यते यथा अद्य शैत्यम् अधिकम् अस्ति अतः उष्णजलं पास्यामि तत्र कारणं वाक्यं किम् अस्ति उदाहरणे तत्र यानं शीघ्रं प्राप्तम् इति कारणम् अतः शीघ्रम् आगतः इति कार्यम् तत्र अतः इति त्यजतु केवलं शीघ्रम् आगतः इति कार्यं कार्यम् इदानीं अन्तिमवाक्यं तत्र यदस्ति अद्य शैत्यम् अधिकम् अस्ति तत्र शैत्यम् अधिकम् इति कारणम् अतः उष्णजलं पास्यामि इति कार्यं अतः पूर्वं कारणम् अतः पूर्वं कारणम् अतः परं कार्यं इति समीचीनम् अस्तु इदानीम् अग्रे पठतु भगिनी तत्र भीमः उच्चैः पठत भीमः पाके आसक्तः अतः वल्लवः भूत्वा पाकशालां गतः तत्र वदतु भगिनि पूर्वं पाके आसक्तः कारणं वल्लवः भूत्वा पाकशालां गतः इति कार्यं तत्र वल्लवः दृष्टवती महोदय तत्र डिस्गैज् इति अस्ति वल्ल इत्युक्ते वल्लवः इति ता प्रत्ययः अस्तु अपि एतानि यानि नामानि दत्तानि सन्ति अत्र एतत् सर्वं वयं जानीमः तत्र अज्ञातवासे आं महोदय तत्र वल्लवः इति नामपदम् अपि अस्ति तस्य किन्तु तस्य अर्थं तु आवरणम् इति अपि अस्ति. अस्ति आवरणम् इति. अस्तु अस्तु. अतः तत्र तत्र अज्ञातं आवरणम् आवरणे स्वीकृत्य गतवन्तः तत्र. समीचीनं भगिनि. अस्तु वल्लवः इति. अस्तु वल्ला इति वल्लवः. वल्ला इति वल्लवः. समीचीनम्. अस्तु अग्रे तत्र ललिता भगिनी अग्रे पठति वा. अस्तु. धर्मराजः ज्यूते इच्छुकः, अतः सः कङ्कः भूत्वा ज्यूतेन क्रीडति. तत्र ज्यूते इच्छुकः, अत्र ज्यूते इच्छुकः कारणं तस्य उत्साहः अस्ति. उत्साहः अस्ति. अतः सः कङ्कः भूत्वा द्यूतेन क्रीडति. द्यूतेन क्रीडति. तत्र क्रीडति इति वयं जानीमः. क्रीडति इति सकर्मकः वा अकर्मकः? अकर्मकः. अतः द्यूतं क्रीडति इति न भवति, किन्तु द्यूतेन क्रीडति. द्यूतेन क्रीडति कन्दुकेन. बालकः कन्दुकेन क्रीडति. कन्दुकः इति किं भवति? तृतीयविभक्ति दृष्टवन्तः पूर्वं खलु. तृतीयविभक्ति कुत्र कुत्र भवति? भावे, माध्यमे इति. अत्र किम् अस्ति? द्यूतेन क्रीडति. तद् भावः वा माध्यमं वा? माध्यमं. हा करणम् अथवा माध्यमं. समीचीनं भगिनि. अस्तु अग्रे वेदा भगिनि. आम् महोदय. अर्जुनः सङ्गीतप्रियः, अतः बृहन्नला भूत्वा नृत्यं सङ्गीतं च पाठयति. स्वतः अर्जुनः सङ्गीतप्रियः कारणमस्ति. तत् कारणेन किं कार्यं भवति? बृहन्नला नाम ग्रहणं कृत्वा, नाम स्वीकृत्य नृत्यं सङ्गीतं च पाठयति. तत् कार्यं भवति. अतः कार्यं भवति. समीचीनं भगिनि. अस्तु अग्रे उषा भगिनि. आं महोदय. नकुलाय अश्वचालनं रोचते. नकुलाय अश्वचालनं. तत्र किमर्थं नकुलाय इति रूपम् अस्ति इति अहम् अपि चिन्तनं कुर्वन्ति. रोचते यत्र अस्ति तत्र चतुर्थी विभक्ति भवति भगिनि. तत्र रोचवन्तः खलु. रोचते यत्र रोचते अस्ति, यत्र नमः अस्ति, यत्र रोचते अस्ति, तत्र चतुर्थी एव. मह्यं रोचते. अतः तत्र नकुलाय किं रोचते इति प्रश्नः. अतः तत्र दामग्रन्थिः भूत्वा अश्वपालकः अभवत्. तत्र कारणवाक्यं किम् अस्ति? अश्वचालनं. न कारणवाक्यं वा. कारणवाक्यं किम् अस्ति? नकुलाय अश्वचालनं रोचते. अतः पूर्वं यदस्ति तदस्ति कारणवाक्यं. कार्यवाक्यं किम् अस्ति? दामग्रन्थिः भूत्वा अश्वपालकः अभवत्. समीचीनं भगिनि. अस्तु अग्रे शुभदा भगिनि. महोदय. सहदेवस्य गोपालने अभिरुचिः, अतः तन्तिपालः भूत्वा गोपालकः अभवत्. तत्र कारणवाक्यं किम् अस्ति? सहदेवस्य गोपालने अभिरुचिः अस्ति. कारणवाक्यमस्ति. तन्तिपालः भूत्वा गोपालकः अभवत् क्रियावाक्यमस्ति. कार्यवाक्यमस्ति. कारणम् इति कास्, कार्यम् इति एफेक्ट्. कार्यं कारणं कार्यं. तत्र गोपालने अभिरुचिः. सहदेवस्य गोपालने अभिरुचिः इति अस्ति. तत्र तस्य स्थाने सहदेवस्य इति स्थाने सहदेवाय इति रूपम् आसीत् चेत् किं भवति? सहदेवाय गोपालनं रोचते. सहदेवाय गोपालनं रोचते. अतः तन्तीपालः भूत्वा गोपालकः अभवत् अभवत् समीचीनम् अस्तु. अग्रे लक्ष्मी भगिनी. हा, द्रौपदी केशकर्मणि कुशला, अतः सैरन्त्री भूत्वा सुदेष्णां सेवते. तत्र कारणवाक्यं केशकर्मणि षष्टिविभक्ति खलु. कुशलता, कुशलता, कुशला. हा, तत्र स कुशलं कौशल्यं कुत्र अस्ति इति प्रश्नः, अथवा कस्मिन् विषये कुशला, कस्मिन् विषये निपुणा, निपुणः इति प्रश्नः भवति. अत्र केशकर्मणि समीचीनं भगिनि. सैरन्ध्रे भूत्वा सुदेष्णां सेवते कार्यं. हा, सुदेष्णा अस्ति, राणी अस्ति, सुदेष्णाम् इति कर्मपदं भवति. सुदेष्णां सेवते कार्यं. हा, समीचीनं भगिनि. अस्तु, तत्र एतादृशरूपं तत्र धर्मराजः इति, तत्र द्यूते इच्छुकः, तत्र द्यूते इच्छुकः इति स्थाने निपुणः अथवा उत्सुकः अथवा कुशलः तदपि स्थापितुं शक्नुमः. तादृश तत्र इच्छुकः, तत्र कुशलता, यदि सत्यं न वा इति प्रश्नः इति मास्तु इदानीं, किन्तु तत्र द्यूते इति तदपि सप्तमी अस्ति इति कृत्वा तत्र कुशलः अथवा निपुणः इति वक्तुं शक्नुमः. अस्तु, अग्रे श्रीप्रिया भगिनि. आम् महोदय. कर्णः शक्तः आसीत्, अतः ब्रह्मविद्यां विस्मृतवान्. कारणमस्ति, कारणवाक्यमस्ति कर्णः शक्तः आसीत्, कार्यवाक्यमस्ति अतः ब्रह्मविद्यां विस्मृतवान्. तत्र कार्यवाक्यं तत्र अतः मास्तु, केवलं ब्रह्मविद्यां विस्मृतवान्. तत्र परशुरामेण कर्णः शब्दः आसीत्, अतः ब्रह्मविद्यां विस्मृतवान्. समीचीनं भगिनि. अस्तु, नरेश महोदय. अतः अर्जुनः विषन्नः जातः, कारणमस्ति युद्धे बन्धून् दृष्टवान्. कार्यमस्ति अर्जुनः विषन्नः जातः. अर्जुनः विषन्नः जातः, समीचीनम्. अस्तु, हा, इदानीम् एतावत् तत्र अतः इति रूपम् आसीत्, इदानीं तत्र अतः स्थाने यतः इति आगच्छति. अस्तु, तत्र गीता भगिनी. महोदय, विषण्णः अर्थं इत्युक्ते अप्सेट्, डिजेक्टेड्, अनदर्, अन्यवा, अन्य अर्थं संस्कृते, संस्कृते समानार्थकपदं वा, समानपर्यायपदं, विषादभावः, विषादभावः. हा, खिन्नः, दुःखितः, खिन्नः, दुःखितः, बहु किमपि अस्ति तत्र. किन्तु विषण्णः, विषण्णः प्रायः प्रसिद्धः एव अस्ति. हा, विषादयोगः इति. हा, विषादः, विषण्णः. अस्तु, अग्रे गीताञ्जलि भगिनि, अग्रे तत्र पठति वा? आम् महोदय. उच्चैः पठत जानीत च, यतः इति पदमस्ति. प्रकोष्ठे अन्धकारः नास्ति, यतः दीपः ज्वलति. इदानीं तत्र यतः इति किं भवति? यतः इत्युक्ते अतः इति देयरफोर इति आसीत्, यतः बिकॉज, हा, यतः इति कारणं सूचयति इदानीं. हा, कारणं. प्रकोष्ठे अन्धकारः नास्ति, किमर्थम् इत्युक्ते दीपः ज्वलति इति कारणं. हा, कारणम् अतः तत्र यतः दीपः ज्वलति इति वदामः. यतः आयाति, तत्र पूर्वं कार्यं, परं कारणं. कारणं समीचीनं. हा, तत्र विपरीतं, विपरीत्या वदामः. समीचीनं भगिनि. अस्तु, एषा बालिका स्वस्था यतः एषा प्रतिदिनं भ्रमणं करोति. एषा बालिका स्वस्था अस्ति. किमर्थं स्वस्था अस्ति? एषा प्रतिदिनं भ्रमणं करोति. भ्रमणं करोति तत्र. अतः एषा, अतः अतः तत्र एतत् अस्तु समीचीनं. तत्र अतः इति रूपम् एकवारं वदतु तत्र. एषा बालिका प्रतिदिनं भ्रमणं करोति, अतः सा स्वस्था. एषा स्वस्था, समीचीनम्. एषा स्वस्था, स्वस्था, समीचीनं भगिनि. अस्तु, अग्रे अग्रे अपि करोतु भगिनि. महोदय, एषः बालकः अपि स्वस्थः यतः एषः अपि प्रातः भ्रमणं करोति. तत्र अतः इति बालकः प्रातः भ्रमणं करोति, अतः एषः अपि स्वस्थः. अतः एषः बालकः अपि स्वस्थः. समीचीनम्. अस्तु, अग्रे शोभा भगिनि. आं महोदय, दीपः न ज्वलति यतः विद्युत् नास्ति. विद्युत् नास्ति अतः दीपः न ज्वलति. अतः दीपः न ज्वलति, समीचीनं भगिनि. अस्तु, उषा भगिनि. अहम् अभ्यासं करोमि यतः सम्यक् संस्कृतं वक्तुम् इच्छामि. सम्यक् संस्कृतं वक्तुम् इच्छामि अतः अहम् अभ्यासं करोमि. समीचीनं भगिनि. अतः इदानीं किं वयं कार्यम् अपि कारणं द्वयमपि वक्तुम् इच्छामः चेत् तत्र विकल्पद्वयमस्ति. अतः उपयुज्य वाक्यं वक्तुं शक्नुमः, यतः उपयुज्य अपि वाक्यं वक्तुं शक्नुमः. समानार्थक वाक्यं, किन्तु एकः भेदः भवति. तत्र भेदः कः? अतः अस्ति चेत् तत्र किं भवति? पूर्वं कारणं, परं भवति कार्यं. यतः अस्ति चेत् तत्र पूर्वं किं भवति? कार्यं, परं भवति कारणं. समीचीनम्. अस्तु, अग्रे वेदा भगिनि. अहमभ्यासं तत्सम् वयम् एव परिवेषणं कुर्मः यतः अद्य अस्माकं पर्यायः अस्ति. अद्य अस्माकं पर्यायः अस्ति अतः वयमेव परिवेषणं कुर्मः. परिवेषणं कुर्मः, परिवेषणम्. अस्तु, समीचीनम्. अस्तु, अग्रे शुभदा भगिनि. महोदय, अद्य बुधवासरः अस्ति यतः ह्यः मङ्गलवासरः आसीत्. ह्यः मङ्गलवासरः आसीत् अतः अद्य बुधवासरः अस्ति. अस्ति, समीचीनं भगिनि. अस्तु, अग्रे श्रीप्रिया भगिनी. अधोभागे अवधेयम् इति अस्ति. अवधेयम्. अत्र वाक्येषु कार्यवाक्यं प्रथमम् उक्तं, कारणवाक्यं च अनन्तरम्. यतः इति अव्ययस्य प्रयोगः कारणवाक्येन सह कृतः अस्ति. उदाहरणार्थम्, अहम् उष्णजलं पातुम् इच्छामि यतः अद्य शैत्यम् अस्ति. तत्र पूर्वं किम् आसीत्? तत्र पूर्वस्मिन् पुटे अधोभागे अन्तिमवाक्यं. यथा अद्य शैत्यम् अधिकम् अस्ति अतः उष्णजलं पास्यामि. इदानीम् उष्णजलं पातुम् इच्छामि. किमर्थम् इत्युक्ते शैत्यम् अस्ति इति कारणेन. समीचीनम्. अतः तत्र समानार्थकं, किन्तु रूपभेदः भवति. तत्र यतः अस्ति, अतः अपि अस्ति. अस्तु, अस्तु, इदानीं तत्र अस्तु. अग्रे अपि तत्र एकम् अस्ति, किन्तु उपरि यत् वाक्यमासीत् तस्यापि परिवर्तनं कुर्मः. श्रीप्रिया भगिनी, तत्र उपरि तत्र भीमः इति आसीत् खलु, तत्र अतः इति रूपम् आसीत्, यतः इति रूपं वदामः इदानीम्. अस्तु, उच्चैः पठत। भीमः पाके आसक्तः, अतः वल्लवः भूत्वा पाकशालां गतः। भीमः वल्लवः भूत्वा पाकशालां गतः यतः सः पाके आसक्तः। यतः सः पाके आसक्तः। समीचीनं भगिनि, अस्तु। नरेश महोदय। धर्मराजः द्यूते इच्छुकः, अतः सः कङ्कः भूत्वा द्यूतेन क्रीडति। धर्मराजः कङ्कः भूत्वा द्यूतेन क्रीडति यतः सः द्यूते इच्छुकः। हा, समीचीनम्, अस्तु। अग्रे गीतांजलि भगिनि। अर्जुनः सङ्गीतप्रियः, अतः बृहन्नल्ला भूत्वा नृत्यं सङ्गीतं च पाठयति। अर्जुनः बृहन्नल्ला भूत्वा नृत्यं सङ्गीतं च पाठयति यतः सः सङ्गीतप्रियः। यतः सः सङ्गीतप्रियः। समीचीनम्, अस्तु। अग्रे लक्ष्मी भगिनी। नकुलाय अश्वचालनं रोचते, अतः दामग्रन्थि भूत्वा अश्वपालकः अभवत्। नकुलः दामग्रन्थिः भूत्वा अश्वपालकः अभवत् यतः सः अश्वपालनं रोचते। न, इदानीं अतः तत्र इदानीं तत्र किञ्चित् सावधानं। तत्र नकुलाय अश्वपालनं रोचते, अतः रामग्रन्थिः भूत्वा अश्वपालकः अभवत्। इदानीं नकुलः, नकुलाय इति इदानीं तत्र नकुलः इति स्वीकुर्मः। नकुलः धामग्रन्थिः भूत्वा अश्वपालकः अभवत् यतः इदानीं तत्र किं वक्तुम् इच्छामः? अश्वपालनं रोचते सः इति भवति, किन्तु रोचते अस्ति चेत् तत्र चतुर्थीविभक्तिरूपम्, अतः तस्मै अश्वपालनं, नकुलाय इति स्थाने तस्मै। तत्र तत्र अतः एतत् करोतु, तत्र नकुलाय इति स्थाने तस्मै नकुलाय अश्वपालनं रोचते, अतः सः धामग्रन्थि भूत्वा अश्वपालकः अभवत्। इदानीं सः नकुलः धामग्रन्थि भूत्वा अश्वपालकः अभवत् यतः तस्मै, इदानीं नकुलाय मास्तु, तस्मै अश्वपालनं रोचते। समीचीनं वा? अस्तु, अग्रे उषा भगिनी। आं महोदय। सहदेवस्य गोपालने अभिरुचिः, अतः तन्तिपालः भूत्वा गोपालकः अभवत्। सहदेवः तन्तिपालः भूत्वा गोपालकः अभवत् यतः तस्य गोपालने अभिरुचिः आसीत्। समीचीनं भगिनि, अस्तु। अग्रे ललिता भगिनि। हेलो, द्रौपदी केशकर्मणि कुशला, अतः कैरन्ध्री भूत्वा सुदेष्णां सेवते। द्रौपदी कैरन्ध्री भूत्वा सुदेष्णां सेवते, अतः यतः सः केशकर्मणि कुशला। यतः सः केशकर्मणि कुशला। द्रौपदी अस्ति, तत्र सः किमर्थं? सा केशकर्मणि कुशला। समीचीनं, कुशला, समीचीनम्, अस्तु। अग्रे शोभा भगिनि। कर्णः शप्तः आसीत्, अतः ब्रह्मविद्यां विस्मृतवान्। कर्णः ब्रह्मविद्यां विस्मृतवान् यतः सः शप्तः आसीत्। सः शप्तः आसीत्, समीचीनम्, अस्तु। वेदा भगिनी। युद्धे बन्धून् दृष्टवान्, अतः अर्जुनः विषन्नः जातः। अर्जुनः विषन्नः जातः यतः युद्धे बन्धून् दृष्टवान्। तत्र समीचीनमेव, किन्तु सौकर्यार्थं तत्र अर्जुनः विषण्णः जातः यतः सः दृष्टवान् इति. समीचीनं भगिनि, अस्तु. अतः तत्र यतः अस्ति तत्र अतः स्थापयितुं शक्नुमः, अर्थभेदः न भवति. अस्तु अस्तु, अग्रिमे पुटे पश्यामः किम् अस्ति इति. तत्र ललिता भगिनी आरम्भं करोति वा तत्र अग्रिमे पुटे? यतोदाहरणं यतः योजित्वा पठत सः पञ्चवस्त्राणि धृतवान् यतः तत्र शैत्यम् अस्ति. कृष्णः उदाहरणमस्ति वो वाक्यं. कृष्णः गीताम् उपदिष्टवान्, अर्जुनः विषण्णः. अर्जुनः विषण्णः अस्ति यतः कृष्णः गीताम् उपदिष्टवान्. तदस्ति चेत् तत्र तत्र पश्यतु भगिनि, तत्र यतः अतः तस्य महत्त्वपूर्णं अस्ति खलु. तत्र तत्र यदि विपरीततया वदामः तत्र परिवर्तनं बहु किमपि भवति खलु. इदानीं तत्र भवती किं किम् उक्तवती पुनरेकवारं वदतु. अर्जुनः विषण्णः यतः यतः यतः कृष्णः गीताम् उपदिष्टवान् इति. एतत् वाक्यं स्वीकुर्मः, अर्जुनः विषण्णः, तत् कार्यं वा कारणं वा? यतः इति भवती उक्तवती, यतः इत्युक्ते आङ्ग्लभाषायां किम् अस्ति यतः इत्युक्ते? यतः देयरफोर, न न यतः अस्ति बिकास्. यतः बिकास् अर्जुन वास् विषण्णः देयरफोर कृष्ण. न न न, बिकास् बिकास् बिकास् यतः इति उक्तवती किन्तु तत्र किं भवति? अर्जुनः विषण्णः आसीत् किमर्थं? किमर्थं कृष्णः गीताम् उपदिष्टवान्? श्रीकृष्णः क्षम्यतां क्षम्यता. तत्र समीचीनं नास्ति. अतः तत्र यस्मिन् क्रमे दत्तमस्ति तस्मिन् एव क्रमे वदतु भगिनि. तत्र कृष्णः गीताम् उपदिष्टवान् यतः अर्जुनः नो चेत् तत्र अर्थभेदः भवति. चिन्ता मास्तु, किन्तु तत्र यद्यपि जानीमः अतः यतः इति, तत्र क्लेशः भवति इति कृत्वा सावधानम् अपेक्षितमस्ति तावदेव. अस्तु, इदानीं समयः अपि जातः, किन्तु तत्र एतत् गृहपाठरूपेण कर्तुं शक्नुमः इति मन्ये. समीचीनमेव अस्ति. अस्तु, तर्हि तत्र यतः तथा यतः अपि अतः तत्र एतत् जानीमः, तस्य अभ्यासमपि इदानीं कृतवन्तः, अपि तुमुन् रूपस्य अपि अनेकान् अभ्यासान् कृतवन्तः वयम् अद्य. अस्तु, तर्हि प्रश्नः अस्ति वा? अस्तु महोदय, समयः जातः अतः वयं विरमामः. सत्यं भगिनि, अस्तु. तत्र अन्ते तत्र कः वदति, कोऽपि वक्तुम् इच्छति वा प्रार्थनारूपेण शान्तिमन्त्रम्? अहं वदामि महोदय. अस्तु अस्तु वदतु भगिनि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्ति. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः महोदय. धन्यवादः भगिनि. धन्यवादः महोदय. धन्यवादः सर्वेभ्यो नमः. धन्यवादः. अग्रिमे वर्गे मिलामः. धन्यवादः महोदय. शुभरात्रि. धन्यवादः महोदय. धन्यवादः.